गतवर्गे अत्र रुधादिगणः इति विषयः आसीत्, तत्र कुत्र पर्यन्तं तकारान्तपर्यन्तम् अभवत् खलु, तकारान्ततः तत्र किं किं किम् आसीत्, अस्माभिः किं किं दृष्टं, पुनः पुनरभ्यासं करोमि. प्रथमं तु अस्ति श्नम् प्रत्ययः भवति रुधादिभ्यः श्नम् इति सूत्रेण, श्नम् प्रत्ययः भवति, तत्र केवलं न इति अवशिष्यते, न तत्र न आगच्छति. कुत्र आगच्छति, मिदच्योन्त्यात् परः इति सूत्रेण मित् अस्ति, अतः अन्त्यात् अच् परः आगच्छति, अन्त्यात् अच् परः, हा अन्त्यात् अच् परः आगच्छति. तदनन्तरं किमस्ति, कार्यद्वयं भवितुं शक्नोति, एकप्रथमकार्यमस्ति श्नम् प्रत्ययनिमित्तीकृत्य, अन्यकार्यमस्ति तिङ्प्रत्ययनिमित्तीकृत्य इति अस्ति. हा श्नम् प्रत्ययनिमित्तिकम् अङ्गकार्यं किमस्ति, स्नान्नलोपः, स्नात् न लोपः, तर्हि अङ्गमस्ति तत्र श्न प्रत्ययः, श्न प्रत्ययः अस्ति, तदनन्तरं श्न प्रत्ययः न प्रत्ययः अस्ति, तदनन्तरं धातुमध्ये नकारान्तः अस्ति चेत् नकारस्य लोपः भवति इति अस्ति. तदनन्तरम् एकमस्ति तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यमस्ति, किमपि तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यम्, तत्र किं भवति तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं, श्नसोरल्लोपः. किं किमस्ति, कित्नित् प्रत्ययपरे अस्ति चेत् नकार मध्ये अकारस्य लोपः भवति इति अस्ति. तदनन्तरम् एतत् कार्यद्वयमेव अस्ति रुधादिगणविषयः, रुधादिगणविशेषकार्यं कार्यद्वयं. तदनन्तरं केवलं हल्सन्धि अस्ति, किमपि नास्ति, हल्सन्धिसूत्राणि एव सर्वत्र आगत्य कार्यं कुर्वन्ति. अस्तु, तर्हि गतवर्गे तकारान्तधातवः अस्ति कृति, कृत्पर्यन्तं कार्यम् अभवत्, कृत् मध्ये श्नम् प्रत्ययः आगच्छति, कृणत् भवति. पित् अस्ति चेत् किं भवति, किमपि अङ्गकार्यं नास्ति, केवलं वर्णमेजनं भवति, तदनन्तरं अट्कुप्वाङ् नुम्य वायपि इत्यनेन कार्यं भवति, दशाभ्यां नोणः समानपदे इत्यनेन नत्वं भवति. अपित् अस्ति चेत् स्नसोरल्लोपः इत्यनेन नकारोत्तरवर्ति अकारस्य लोपः भूत्वा कार्यं भवति. तदनन्तरं किं भवति, सन्धिकार्यमेव भवति. तर्हि अस्माभिः किं तत्र सर्वत्र पठितं, नूतनं किमपि नासीत. उजल्भ्यो हेर्दि नश्च पदार्थस्य झलि, झलां जर्जसि, झरो झरि सवर्णे इति सर्वम् अस्माभिः पूर्वमेव पठितम्. अस्तु, अद्य अस्ति चतुर्थः बिन्दु, दकारान्तः धातवः, दकारान्तः. अस्तु, को अस्ति प्रथमं, मलर् महोदय पठतु दकारान्तधातवः. आं महोदय, दकारान्तः धातवः अश्व धातवः चिदिर् चित् बिदिर् बिद् विद् विद् उन्दि उन्द् किद किन्द् उच्छ्रिद् उच्छ्रिदिर् छिद् उत्त्रिदिर् उत्त्रिदिर् कृद् शुदिर् शुद् चिदिर् चिद् उभयपदि न श्रूयते सम्यक्, बहु मन्दं श्रूयते. इदानीं श्रूयति वा, इदानीं श्रूयति वा, मन्दमेव भगिनी, मन्दमेव, किञ्चित् मन्द मन्दम् अस्ति. आम्, चिदिर् चिद् इदानीं श्रूयति वा? आमां मन्दमस्ति, परन्तु अस्तु. द्वैधिकरणे अद्वैतस्य पृथक्त्वे छिन्नं करोति, भिन्नं करोति. चित् योगः श्रं विदितोऽन्यात् परः चिनद्. तिङ् प्रत्ययनिमित्तिकम् अङ्गकार्यं, पित्सु अङ्गकार्यं नास्ति, चिनत् योगति सन्धिकार्यं चिनत्ति, चिनत् योगः आनि चिनदानि. अपित्सु शसौरल्लोपः इत्यनेन श्रम् इत्यस्य अकारस्य लोपः, चिनत् योगतः चिन्द योगतः सन्धिकार्यं चिन्त चिन्तः सन्धिकार्यं छिन्द योगः तः नश्यपदान्तस्य जलि छिन्द योगः तः करी च छिन्द योगः तः अनुस्वरस्य ईप् परसवर्णः छिन्द योगः तः वर्णमेलने छिन्तः एवं तकारान्तानां दकारान्तानां दकारान्तानां च धातूनां हल् उत्तरस्य जर् सवर्णजरि परे बहुत्र भवति इत्यस्मात् जरो जरि सवर्णे इति इत्यनेन यथासंज्ञं जरः विकल्पेन लोपः लङि लुङ् लङ् लुङ्षु अडुदातः इत्यनेन अडागमः तदा चकारे परे तुगागमः अस्तु अस्तु महोदय तर्हि इदानीं पर्यन्तं तु केवलं पूर्वं पठितं तदेव अस्ति किमस्ति अत्र पित् अस्ति चेत् केवलं वर्णमेलनं सन्धिकार्यं पित् नास्ति चेत् ससोरल्लोपः इत्यनेन अकारस्य लोपः तदनन्तरं किमस्ति नश्च पदान्तस्य झलि अस्ति खरो खरि च अनुस्वारस्य परसवर्णः झरो झरि सवर्णे अत्र बहुत्र कार्यं करोति इदानीम् अत्र एकमस्ति नूतनं नूतनं नास्ति अस्माभिः पूर्वमेव पठितं सूत्रं परन्तु अत्र रुधादिगणे नूतनं कार्यं भवति अत्र लुङ् लङ् ऋक्षु अडुदात्तः इति सूत्रमस्ति खलु तत्र अडागमः भवति तत्र तदनन्तरम् अकारः ह्रस्व अकारः अस्ति तस्मात् अनन्तरं छकारः अस्ति अत्र अस्माभिः पूर्वं पठितं तत्र किं भवति तुगागमः भवितुं शक्नोति खलु छे च इति सूत्रेण तर्हि अत्र अपि छकारः अस्ति अतः छे च इति सूत्रेण कार्यं भवितुं शक्नोति छे च इति सूत्रं किं वदति अस्माभिः वयम् अग्रे पठिष्यामः तर्हि रघुपतिमहोदय प्रथमं छे च इति सूत्रं प्रथमं किं लुङ् लङ् ऋक्षु अड् उदात्तः इति पठतु अस्तु लुङ् लङ् लृङ्क्ष् अट् उदात्तः इति अत्र षष्टाध्याय चतुर्थपादस्य एकाशीति एकसप्ततितमं सूत्रमस्ति लुङ् लङ् लृङ्क्स् परं चेत् धातुरूपि अङ्गस्य अट् आगमः भवति स च अडागमः उदात्तसंज्ञकः अस्ति अनुवृत्तस्य सूत्रमस्ति अङ्गस्य अट् उदात्तः लुङ् लङ् लृङ्क्षु इति इदानीं छे च इति ह्रस्वस्वरस्य तुगागमः भवति श्रूयते खलु आमां ह्रस्वस्वरस्य तुगागमः भवति चकारे परे तुक् कित् अस्ति अतः आद्यन्तटकित इत्यनेन यस्य आगमः अस्ति अत्र ह्रस्वस्वरस्य तस्य अन्ते आयाति ये सप्तम्यन्तं च अव्यपदं द्विपदमिदं सूत्रं ह्रस्वस्य पिति कृति तुक् इत्यस्मात् ह्रस्वस्य तुक् इत्यनयोः अनुवृत्तिः संहितायाम् इत्यस्य अधिकारः अनुसहितसूत्रमस्ति ह्रस्वस्य तुक् चे च संहितायामिति अत्र तुक् आगमः भवति चकारे परे अत्र चकार अस्ति चेत् चकारे परे ऋस्वस्वरात् पूर्वं ऋस्वस्वरात् तत्र तुक् आगमः भवति तुक् कित् अस्ति इति कृत्वा ऋस्वस्वरात् अनन्तरं भवति इदानीं तुक् इति भवति अतः तत्र अचि अचि तत्र अचिनद् इति अस्ति अचिनद् इति अत्र अचिनद् अत्र अस्मिन् अकार अस्ति छकार अस्ति इदानीं ह्रस्वस्वरात् परं छकार अस्ति इति कृत्वा अत् चिनद् इति भवति अनन्तरं तत्र स्तुत्वं कार्यं भवति अच्छिन् अच्छिनद् इति भवति तर्हि छेच इति सूत्रमस्ति छेच इति सूत्रं पूर्णसूत्रमस्ति अनुवृत्तिसहितं सूत्रमस्ति ह्रस्वस्य तुक् छेच संहितायां नाम ह्रस्वस्वरः अस्ति अपि च परे छे छकारः अस्ति चेत् ह्रस्वस्वरस्य तुगागमः भवति इदानीं प्रश्नः उदयति आगमः कुत्र आगत्य तिष्ठति तर्हि तुक् इति कित् अस्ति कित् अस्ति अतः आद्यन्तौ टकितौ इति सूत्रेण यस्य आगमः अस्ति तस्मात् अनन्तरं भवति तर्हि तत्र ह्रस्वस्वर ह्रस्वमस्ति अतः ह्रस्वानन्तरं तुक् आगमः भवति तर्हि तस्य उदाहरणं किं छिन्नधातु अस्ति खलु अत्र लङ्लकारे अकारः आगत्य तिष्ठति अछिनद् इति अस्ति इदानीम् अकारः अस्ति ह्रस्व अकारः तदनन्तरं छकारः अस्ति अतः अकारस्य तुगागमः भवति तत्र किं भवति अत् छिनद् अत् छिनद् इति भवति तुकागमः तकारः अत् छिनद् इदानीं पश्यतु तकारः अस्ति तकारस्य स्पर्शः चवर्गीयवर्णः चवर्गीयवर्णेन सह भवति, अतः स्तोपश्चुनाश्चुः इत्यनेन तकारस्य स्थाने स्थाने अन्तर्तमः चवर्गीयवर्णः आगच्छति, अतः किं भवति, तकारस्य चकारः भवति, अच्छिनद् अच्छिनद् इति भवति। अस्तु, एक इदमस्ति, अग्रे पठतु महोदय, दश्च इति एकम् उत्तमं लङि, हा लङि दश्च इत्यनेन सिपि परे धातवपदान्ते दकारस्य विकल्पेन रु आदेशः भवति, सिपि धातवरुर्व इति दश्च इति सूत्रमस्ति, अच्छिनद् योग अच्छिनद् योग स् इति अस्ति, तत्र स् इति सिप् प्रत्ययस्य तत्र सकार एव अवशिष्टम्, अतः हल्यापदीर्घसूत्रितपृतं हल् इत्यनेन हल् उत्तरस्य अपृथसंज्ञकप्रत्ययस्य लोपः अच्छिनद् इति भवति, भावसान इत्यनेन अचिनत् इति भवति, अचिनत् अचिनत् अथवा अचिनत् इति, इदानीम् अचिनत् इति दकार अस्ति चेत् दश्च इत्यनेन तत्र सिपि परे अस्ति प्रत्यलक्षं तिष्ठति, अतः अचिनद् इत्यस्मिन् पदान्ते इति पदान् अचिनद् इति पदमस्ति, अतः तत्र दकारान्तपदमस्ति इति कृत्वा तत्र रुत्वादेशः भवति, अचिनरुः इति भवति, इदानीं रु इत्यस्य उ इति संज्ञकः अस्ति, रेफ एव अवशिष्टः भवति, अतः करसंसर्जन इत्यनेन तत्र अवसाने रेफस्य विसर्गादेशः भवति, अच्चिनः इति रूपम्, तर्हि त्रीणि रूपाणि भवन्ति, अचिनद् अच्चिनत् अच्छिन् अच्चिनः इति। अग्रे दश्च इति सूत्रं, दश्च इति सूत्रम् अस्माभिः पूर्वं पठितम्, सूत्रं किं वदति, सूत्रं किं वदति, सूत्रं वदति यत् दकारः पदान्ते अस्ति, अपि च पदान्तः कीदृशः, धातुरूपी पदान्तः, नाम धातुः अपि अस्ति, पदान्तः पदान्तमपि अस्ति, अत्र अच्छिन्नद् इति अत्र दकारः धातोः दकारः अस्ति खलु, छिद्धातोः दकारः धातोः भागः अस्ति दकारः, अपि च दकारः पदान्ते अपि आगच्छति, अतः तादृशस्थित्यां विकल्पेन दकारस्य रु अपि भवति, विकल्पेन, कस्य विकल्पेन, सामान्यतया किं भवति दकार सामान्य किं भवति, झलां जशो अन्ते अस्ति खलु, दकारस्य दकारः एव भवति, तदनन्तरं वावसाने इत्यनेन तकारः भवति इति सामान्यमस्ति, तस्य विकल्पः अस्ति दकारस्य स्थाने सिप् प्रत्ययपरे रु भवति, अत्र अच्छिनत् तस्य दकारस्य रु भूत्वा अच्छिनरु इति, उकारस्य तु उत्संज्ञा अस्ति अतः अच्छिनर् इति भवति, तदनन्तरं खरावसानयोः विसर्जनीयः इत्यनेन रेफस्य स्थाने विसर्गः भूत्वा अच्छिनः इति अस्ति, अच्छिन, तर्हि अच्छिनः इति रूपमस्ति, अच्छिनद् अच्छिनत् इति रूपत्रयं भवति इति अस्माभिः पठितं, तर्हि इति मुख्यकार्याणि सन्ति छिद्धातु कृते। एतत्पर्यन्तं कस्यापि प्रश्नः अस्ति वा, न महोदय, सन्देहः क्लेशः किमपि अस्ति वा, अस्तु तर्हि इदानीं रूपाणि कुर्मः इदानीं, रूपाणि कानि सन्ति इदानीं, विजया महोदय करोतु, छिद्धातु अस्ति, उभयपदी अस्ति खलु छिद्धातु, अतः विजया महोदय प्रथमं तु करोतु छिद्धातु परस्मैपदी लट् लकार, क्रममपि वदतु, सूत्राणि अपि वदतु, करोतु छिद् इति धातुः, अनन्तरं तत्र एतत् रुदादिगणीयधातुः, अतः तत्र श्नम् इति अस्ति, एतत्तु मध्ये आगच्छति, उदच्चोन्त्यात् परः इत्यनेन मध्ये आगच्छति धातोः अनन्तरं प्रत्ययोः मध्ये, अतः छिनद् इति भवति। इदानीम् अत्र एतत् अपित् अस्ति, अतः नीति च इत्यनेन किमपि कार्यं नास्ति, अतः ती योजनेन चिनति इति भवति, तावदेव खलु महोदय, चिनद् इति भवति, अत्र दकारान्तपदमस्ति अन्ते चिनद् इति, अनन्तरं तत्र करिचय पदं नास्ति, धातुः अस्ति, पदं नास्ति, चिन्नपदमस्ति, धातु अस्ति, किं मया उक्तम्, एतत् धातु अस्ति, चिन्नद् इति अङ्गं भवति, धातोः अङ्गं भवति, इदानीं चिन्नद् चिन्नद् इति अस्ति, अनन्तरं ती अस्ति, इदानीं दकारस्य स्थाने करिच इत्यनेन तकारः भवति, अनन्तरं ती योजनेन चिनति इति भवति, तकारः द्वयं भवति, चिनति इति खलु खलु अनन्तरं तीतः अन्ति तः अत्र तादृशमेव भवति चिनदिति चिनदिति एव भवति अनन्तरं तः अस्ति इदानीं किं भवति चिनद् इदानीं नकारस्य स्थाने नसोरल्लोपः इत्यनेन नकार उत्तरवर्ति अकारः लोपः भवति अतः अतः चिन्द् इति भवति अनन्तरं तत्र नच्छपदान्तस्य जलि इत्यनेन अनुस्वारः भवति अनन्तरम् अनुस्वारस्य यै परसवर्णः न इदानीं क्रमेण करोतु अनुस्वारस्य नच्छपदान्तस्य जलि एकनिमिषं महोदय नच्छपदान्तस्य जलि तु 8324 अस्ति अनन्तरम् अनुस्वारस्य यै परसवर्णः तु 8458 कर अवसान करिच इत्यनेन करिच इति सूत्रं तु 8455 अस्ति अनुस्वारस्य एतत् सूत्रे पूर्वम् आगच्छति करिच इति करिच इदानीं भवति अतः किं भवति अनुस्वारः भवति अनन्तरं तकारयोजनेन चिन्तः इति भवति इदानीम् अनुस्वारः अस्ति तत्तु नच पदान्तस्य जलि इत्यनेन एव आगच्छति मध्ये करिच भवति इदानीम् अनुस्वारस्य यै परसवर्णः इत्यनेन तत्र पुनरपि तत्र इदानीं नकारः भूत्वा चिन्तः इति भवति अनन्तरम् अग्रे अत्र चिन्तः इति रूपम् एकं भवति अन्यस्मिन् पक्षे अत्र जरोजरि सावर्णे इत्यनेन प्रथमतकारस्य लोपः भूत्वा चिन्तः इति भवति सम्यक् बहु सम्यक् चिन्तः चिन्तः रूप तकार रूपं द्वयं भवति एकस्मिन् पक्षे अन्यस्मिन् पक्षे एकः एव तकारः तिष्ठति बहु सम्यक् इदानीम् अन्ति इति भवति अन्ति तादृशमेव छिन्द इति भवति अन्ति अन्ति तु अजादि अपित् अस्ति किमपि कार्यं नास्ति वर्णमेलनमेव समीचीनं वा महोदय तादृशमेव भवति किं भवति न प्रथमं किम् अस्ति स्नसोरल्लोपः इत्यनेन नकार उत्तरवर्ति अकारः लोपः भवति छिन्द् भवति अनन्तरं नच पदान्तस्य जलि इत्यनेन अनुस्वारः भवति अनन्तरं अनुस्वारस्य यै परसवर्णः इत्यनेन इत्यनेन तत्र नकारः तक अन्तिमवर्णस्य तकार अन्तिमवर्णस्य अनुस्वारः अनुनासिकवर्णः भवति अतः छिन्दन्ति इति भवति छिन्दन्ति अनन्तरं किमस्ति सी अस्ति सी तः सी सी अस्ति अत्र किमस्ति तत्र तादृशमेव भवति चिनद् इति अनन्तरं सी सी अस्ति इदानीम् अत्र एतदपि सी इति पित् अस्ति खलु महोदय पित् अस्ति अतः तत्र इति पित् अस्ति अत्र किमस्ति, परन्तु एतत् किं महोदय अस्ति, अतः किं किमपि कार्यम् अत्र नास्ति खलु महोदय, अत्र सन्धिकार्यं करोतु खलु, छिन्नदिति अस्ति, अनन्तरं तत्र दकारः अस्ति, तत् तत्स्थाने करिच इत्यनेन तकारः भूत्वा वर्णमेलनम् इदानीं चिनत् योगसि चिनत्सि इति भवति, चिनत्सि उत्तमं, चिनत्सि अनन्तरं तः तः तत्र किमस्ति चिनद् इति भवति, किमस्ति अत्र इदानीं चिनद् तत्र अपि महोदय तत्र अपि जलि कुत्र अस्ति, अपूर्वं पूर्वम् अत्र चिनद् इति भवति, तत्र चिनत्सि सम्यक् अस्ति, अनन्तरं तः तः तः तत्र अपि चिनद् इति भवति, अनन्तरं नसुर नसुर लोपः इत्यनेन अकारस्य लोपः भूत्वा नकारः तिष्ठति, छिन्द् इति भवति, इदानीं तादृशमेव नच पदान्तस्य जलि इत्यनेन अनुस्वारः भवति, अनन्तरम् इदानीं खरिच इत्यनेन दकारस्य स्थाने तकारः भवति, अनन्तरं छिन्त् इति भवति, इदानीं इदानीं तकारः अस्ति, अतः तत्र अनुस्वारस्य यै परसवर्णः इत्यनेन छिन्त् इति भवति, ता योजनेन तः योजनेन छिन्तः इति भवति, तादृशमेव तत्र जलो जरो जरोजरि सवर्णः सवर्णः इत्यनेन सवर्णे सवर्णे सवर्णे इत्यनेन एकस्मिन् पक्षे प्रथमतकारः द्वितीयतकारः तिष्ठति, एतत् एकं रूपं भवति, अन्यरूपं तु जरोजरि सवर्णे इत्यनेन एक प्रथमतकारस्य लोपः भूत्वा द्वितीयतकारः तिष्ठति, अतः तत्र प्रथमतकारः द्वितीयतकारः, अतः एकस्मिन् पक्षे प्रथमतकारः तिष्ठति, अन्यस्मिन् पक्षे प्रथमतकारस्य लोपः भवति जरो जरि सवर्णे इत्यनेन, अतः अत्र अपि रूपं द्वयं भवति, इदानीं चिन्त तादृशमेव क्रमेण भवति, परन्तु तत्र रूपं द्वयं नास्ति, चिन्त इति एव भवति तावदेव खलु महोदय, छिन् प्रथममस्ति छिन्थः अथवा छिन्थः, अनन्तरं छिन्थ अथवा छिन्थ नाम एकस्मिन् एकस्मिन् पक्षे तकारः अस्ति, एकस्मिन् पक्षे तकारः तकारः अस्ति एव, आं महोदय, अनन्तरम् इदानीं मी वह मह इति अस्ति, तत्र एतदपि पित् अस्ति, परन्तु तत्र छिन्नद् इति भवति, पूर्वमेव दृष्टवन्तः छिन्नद् किमपि कार्यं नास्ति, अतः तत्र छिन्नद् मि इति भवति, अत्र खरिच कार्यं करोति वा, खरिच अत्र कार्यं न किमस्ति अत्र खरिच कार्यं जल् वर्णः परे अस्ति चेत् अत्र मी तु अनुनासिकवर्णः, अतः तत्र जलि नास्ति, जलि नास्ति खलु महोदय, अत्र किम् अस्ति अत्र तत्र किमपि कार्यं नास्ति, अतः तत्र चिनद् योगः मि चिनद् मि भवति तावदेव, इदानीं वहमः अस्ति, वहमः तु अत्र अत्र एतत् मह एतदपि जल्वर्णे नास्ति खलु महोदय? इदानीं तत्र चिनद् इति भवति पूर्वमेव, अनन्तरं नच पदान्तस्य जलि इत्यनेन अनुस्वारः भवति, अनन्तरम् अनुस्वारस्य यै परसवर्णः इत्यनेन दकारस्य अन्तिमवर्णः नकारः भवति, चिन्द्वः चिन्द्मः इति भवति. तावदेव. बहु सम्यक्, बहु सम्यक्, धन्यवादः. अस्तु, लट् लकारः. अनन्तरं को अस्ति? रघुपति मलर् महोदय, लोट् परस्मैपदि. आं महोदय, श्रूयते वा? आम्. चिन्त् योगः तु अस्ति, चिनत् योगः तु. इदानीं पित् अस्ति, अतः चिनत् योगः तु करीच इत्यनेन चिनत् योगः तु चिनत्तु चिनत्तु इति. अत्र जरोजरि सवर्ण इति कार्यं न करोति. चिनत्तु किमर्थं न करोति कार्यम्? अत्र अल्वर्णः अल् उत्तरो उत्तरस्य सकारः नास्ति, इदानीम् अकारः अस्ति. पूर्वमेव पूर्वं सकारस्य रोजरि सवर्णे इति सूत्रस्य कदा कार्यं करोति? निमित्तं तु अल् उत्तरस्य तकारः अस्ति. हल् उत्तरस्य तकारः न, हल् उत्तरस्य झर्वर्णः. झर्वर्णः अतः अत्र कार्यं न करोति. अत्र अतः हल् वर्णः नास्ति, अत्र मध्ये अकारः अस्ति खलु, सः अत्र कार्यमेव न करोति. हल् अनन्तरं झर्वर्णः, तदनन्तरं झर्वर्णः इति अस्ति. शृणत्तु शृणत्तु शृन्तात् शतोरल्लोपः इत्यनेन शृन्त् योगः तात्, तदनन्तरं शृन्त् योगः तात् नश्यपदान्तस्य जलि इत्यनेन अनुस्वारः शृन्द् योगः ताम्, अनन्तरं करीच इत्यनेन शृन्त् योगः तात् शृन्तात्. अत्र एकपक्षे जरोजरि सवर्ण इति कार्यं करोति, शृन्तात् शृन्तात्. तर्हि छिन् प्रथमं यथा पूर्वमपि उक्तम् अनुस नष्टपदान्तझलि इत्यनेन असोरल्लोपः, तदनन्तरं नष्टपदान्तस्य झलि, तदनन्तरं खरि च, तदनन्तरम् अनुस्वारस्य ये परसवर्णः, तदनन्तरं जरोजरि सवर्ण. तर्हि चिन्तात् अथवा चिन्तात् चिन्द् योगः ताम् अस्ति. श्नसोरल्लोपः इत्यनेन चिन्द् योगः ताम् चिन्द् योगः ताम् चिन्द् योगः ताम् अत् अनन्तरं नश्यपदान्तस्य जलि इत्यनेन अनुस्वारः भवति, तदनन्तरं करिच इत्यनेन तकारस्य तकारः भवति, अतः चिन्ता इति एकं रूपं. जरोजरि सवर्णे इत्यनेन चिन्ताम् अथवा चिन्ताम् इति अस्ति. तदनन्तरं चिन्द्योगः अन्तु अस्ति. चिन्द्योगः अन्तु ससोरल्लोपः इत्यनेन अकारस्य लोपः चिन्द्योगः अन्तु. अत्र नश्यपदान्तस्य जलि, तदनन्तरं नश्यपदान्तस्य जलि अनुस्वारस्य यदि यै परसवर्णे इति सूत्रेण चिन्दन्तु. सम्यक् वा? चिन्तन्तु. श्रूयते वा महोदय? आमां सम्यक्. चिन्द्योगः चिनद्योगः हि अस्ति चिनद्योगः हि अस्ति प्रथमं श्नसोरल्लोपः इत्यनेन चिन्द्योगः हि कूल्व्यो हेदिः इति अनेन हि ई स्थाने दि भवति चिन्दि भवति तदनन्तरं चिन्दयोगः इति चिन्दयोगः द्वि द्वि ई स्थाने द्वि अस्ति तदनं किं महोदय करि न चिन्दति गकारः अस्ति चिन् किं चिन्दि इत्यनेन दकारस्य लोपो भवति चिन्दि तर्हि छिन्धि नकारः दकारः धकारः अन्यस्मिन् पक्षे छिन्धि तत्र नकारः अनन्तरं धकारः मध्यधकारस्य उत्तमं छिन्धि छिन्धि अग्रे तात् छिन्द चिन्द्योगः तात् अस्ति इदानीं नश्यपदान्तस्य जलि इत्यनेन अनुस्वारः तदनन्तरं करीच इत्यनेन तकारः तदनन्तरम् अनुस्वारस्य ई परसवर्ण इत्यनेन नकारः तदनन्तरं जरोजरि सवर्णे इत्यनेन तकारस्य लोपः चिन्द्योगः तं चिन्द्योगः तमसि नश्यपदान्तस्य जलि तदनन्तरं करी च तदनन्तरं करी च इत्यनेन तकारः भवति चिन्त्योगः तं चिन्तम् इति भवति अनुस्वारस्य परसवर्णे इति सूत्रे नकारः भवति चिन्तं जरोजरि सवर्णे इति सूत्रेण एकपक्षे चिन्तं चिन्तम् इति रूपं भवति चिन्त्योग तादृशमेव चिन्त इति भवति चिनद्योगः आणि अस्ति चिनदयोगः आणि अत्र वर्णमेलमेव महोदय चिनदानि चिनदाव चिनदाम इति सम्यक् तर्हि पुनः चिनत्तु अथवा चिनत्तु चिन्तात् अथवा चिन्तात् चिन्ताम् अथवा चिन्तां छिन्दन्तु छिन्धि अथवा छिन्धि चिन्तात् अथवा चिन्तात् चिन्तम् अथवा चिन्तं चिन्त अथवा चिन्त छिनदानि छिनदाव छिनदाम् अस्तु अग्रे रघुपतिमहोदय लङ् छिद् छिद् इति अस्ति तत्र स्तम्भस्य भवति चिनद् इति तकार अस्ति अतः पित् अस्ति चिनद् यगत् अत्र अडागमः भवति लुङ् लङ् षट् उदात्तः इत्यनेन तत्र षट् तत्र अचिनद् इति भवति अचिनद् इत्यस्मिन् तत्र चेच इत्यनेन तत्र ह्रस्वात् पर ह्रस्वात् पर चकारः अस्ति चेत् स्तुगागमः भवति अत् चिनद् तत्र अनन्तरं तोश्चुनाश्चु इत्यनेन अच्चिनद् इति भवति इति अङ्गम् अङ्गमति अच्चिनद् योगत् इति अस्ति अतः हल् अङ्गे भवति सूति अपृत्तं हल् इत्यनेन तकारस्य लोप अच्चिनद् इति अनन्तरम् अच्चिनद् अथवा अचिनत् इति वावसानि अच्चिनत् इति भवति इति कार्यं भवति स्तोश्चुनाश्चुः तद् अन्ते भवति अन्ते इति कार्ये अस्ति आमां परं तत्र क्लेशः तत्र सङ्घर्षः नास्ति इति कृत्वा परन्तु वस्तुतः तस्य कार्यम् अन्ते एव भवेत् यतोहि स्तुनाश्चु स्तोश्चुनाश्चुः 84 मध्ये आगच्छति अस्तु अचिनद् इति अचिनद् अचिनद् योग ताम् इति अस्ति तत्र अचिनद् ताम् इति पित् अस्ति अपित् अस्ति इति कृत्वा ससुरलोपः इति न अचिन्द् इति अचिन्द् योग ताम् इदानीं तत्र नकारस्य अनुस्वारः नश्चलदलीनत्वेन अनन्तरं दकारस्य तकारः भवति खरिचैतनेन अनन्तरम् अनुस्वारस्य परसवर्णचरेण अचिन्त् अचिन्त् योग ताम् अचिन्ताम् इति जलदरिसवर्ण इत्यनेन तत्र पूर्वस्थतकारस्य लोपः अचिन् अचिन्ताम् इति रूपम् अचिन्ताम् अचिन्ताम् इति रूपम् अग्रे अचिन अचिन्द् इति भवति अचिन् अचिन् अचिन् अचिन्द् अचिन्द् खलु अचिन्द चिन्द चिन्दन् इति अचिन्दन् इति भवति किमपि वर्णमेलनमेव अस्ति अग्रे महोदय अत्र छे च अनन्तरं स्तोः च्यूना स्युः इति कार्यमपि करोति खलु आमाम् आमां तत्पूर्वम् उक्तवान् धन्यवादः अस्तु इदानीं तत्र अचिनद् अचिनद् अत्र सकारः पित् अस्ति कृत्वा अतः शस्वरलोप इत्यस्य न भवति अचिनद् एक सु इति अस्ति अचिनद् इति तत्र अङ्गमस्ति अचिनद् इति अचिनद् एक सु इति लोपः भवति हल्ङ्याभ्यो दीर्घासु टि सि अपृक्तं हलित्यनेन अचिनद् अचिनद् अचिनत् इति तत्र वावसान इत्यनेन परन्तु तत्र दश्च इति सूत्रेण अचिनद् इत्यस्य अचिनद् नकारस्य ऋत्वं भवति ऋत्वस्य करवसर्जन इत्यनेन तत्र विसर्गः अचिनः इति भवति अचिनः अचिनद् अचिनत् इति अग्रे तम् इति अस्ति तत्र अचिन्तम् इति अथवा अचिन्तम् इति तत्र द्वयमपि अचिन्त इति रूपं यथा ताम् इति तस्मिन् स्थले तथैव अत्र भवति प्रथमं तत्र शतुरलोपः अचिन् अचिन्द् अचिन्द् इति भवति अचिन्द्योगतम् अचिन्त् तत्र करिचैतन्य अचिन्तम् इति अनन्तरं तत्र तत्र क्षमतां जरोजरित्रेण एकस्य तकारस्य लोपः भवति अचिन्तम् अचिन्तम् इति अचिन्त इति बहुवचने अग्रे अचिनद् योग अम् इति पित् अस्ति कृत्वा तत्र शतुरलोप इत्यस्य कार्यं न भवति अचिनदम् अचिनदम् इति भवति अग्रे अनन्तरं चिन्द् इति अस्ति चिन्द् अचिन्द् इति वाय् मा इति पित् अस्ति अपित् अस्ति कृत्वा तत्र अचिन्द् इति भवति अस्मरलोप इत्यस्य सूत्रस्य प्रसक्तिः अचिन्द् वा अचिन्द् मा इति अत्र करि चेत् कार्यं नास्ति अचिन्द् वा अचिन् मा अचिन् अचिन्द् वा अचिन् अचिन्द् वा अचिन्द् मा इति रूपं तर्हि भवति रूपम् अचिनद् अथवा अचिनत् अचिन्ताम् अथवा अचिन्ताम् अचिन्दन् अचिनत् अथवा अचिनत् अथवा अच्छिनः अच्छिन्तम् अथवा अच्छिन्तम् अच्छिन्त अथवा अच्छिन्त अच्छिनदम् अच्छिनत अच्छिन्द्व अच्छिन्व अस्तु अग्रे अग्रे अस्ति विजया महोदय विधिलिङ्ग् आं महोदय अत्र छिद् अनन्तरं चिनद् भवति चिनद् भवति अनन्तरं तत्र चिनद् भवति अनन्तरं स्नसोरल्लोपः इत्यनेन चिन्द् भवति अनन्तरं न च पदान् स्नसोरल्लोपः किमर्थं कार्यं करोति कार्यं किमर्थं चेत् अत्र एतत् अपित् अस्ति खलु महोदय यात् अस्तु अतः तत्र स्नसोरल्लोपः कार्यं न भवति अनन्तरं तत्र नच पदान्तस्य जलि इत्यनेन चिन्द् भवति यात् योजनेन चिन्द्यात् चिन्द्यातां चिन्द्युः अनुस्वार तदनन्तरं किं कार्यमस्ति वा किमपि कार्यमस्ति वा न च पदान्तस्य जलि इत्यनेन चिन्द् यात् भवति अनन्तरं चिन्द् तत्र वावसाने इत्यनेन तकारः भवति सत्वं भवति खलु न न न परसवर्णः अस्ति खलु अनुस्वारस्य नेपरसवर्णः अतः तत्र अन्तिम दकारस्य नकारस्य अनुस्वारस्य पुनः नकारः भवति हा पुनः नकारः भवति अतः तत्र चिन्तयात् इति तकारः वा दकारः वा अत्र प्रथमं चिन्द योगः यात् अस्ति अनन्तरं तत्र अनुस्वारस्य यैपरसवर्णः इत्यनेन दकारस्य अन्तिमवर्णः पञ्चमवर्णः दकारः भवति खलु महोदय किं वदति महोदय अनुस्वारस्य परसवर्णः इत्यनेन अनुस्वारस्य पञ्चमः वर्णः दकारस्य पञ्चमः वर्णः दकारस्य किमपि न भवति अनुस्वारस्य यै परसवर्णः इत्यनेन अनुस्वारस्य परिवर्तनं भवति भवती वदति दकारस्य परिवर्तनम् अत्र यै परे अनुस्वारस्य परसवर्णः भवति अत्र अनुस्वारस्य यै इति कस्य वर्गीयव्यञ्जनानि अस्ति खलु महोदय कस्य स्थाने भवति कस्य परिवर्तनं स्थानी किं षष्टि तत्र अनुस्वारः अस्ति खलु महोदय अनुस्वारस्य स्थाने परसवर्णः भवति तर्हि अनुस्वारस्य स्थाने किं भवति अत्र अनुस्वारः तु किं भवति भवत्या एव एतावत्पर्यन्तम् अनुस्वारस्य परसवर्ण क इति सूत्रेण सम्यक् रीत्या भवत्या कृता इदानीं क्लेशः किमर्थम् छिन्द योगः यात् तत्र छिन्द् मध्ये नकारस्य स्थाने नष्टपदान्तस्य झलि इति सूत्रेण अनुस्वारः इदानीं छि अनुस्वारः द यात् इदानीम् अनन्तरं किं कार्यं भवति एतत् वदतु वर्णमेलनमेव खलु अत्र छिन्द्या अनुस्वारस्य किं भवति अनुस्वार एव तिष्ठति वा अत्र अनुस्वारस्य वर्णे एव अनुनासिकवर्णः भवति खलु अतः किं भवति छिन्द् नकारः भवति तदेव वदतु दकारस्य किमपि न भवति भवत्या पूर्वम् उक्तं यत् दकारस्य स्थाने दकारस्य किमपि न भवति अनुस्वारस्य इदानीं परसवर्णः अत्र नकारः भवति अनुनासिकवर्णः भवति अनुस्वारस्य परसवर्णः नकारः इति अस्ति नकारः अतः किं भवति रूपम् अन्तिमरूपम् चिन्द्यात् इति भवति अग्रे चिन्द्यातां चिन्द्यातां छिन्द छिन्द्युः छिन्द्युः अनन्तरं छिन्द्याः छिन्द्यातं छिन्द्यात् छिन्द्या छिन्द्यां छिन्द्यां छिन्द्याव छिन्द्याम अस्तु महोदय धन्यवादः अग्रे इदानीम् आत्मनेपदी अपि कार्यं भवति आत्मनेपदी मदर् महोदय लट् करोतु आं महोदय चिनद्योगः ते स्वसोरल्लोपः इत्यनेन चिन्द्योगः ते चिन्द्योगः ते करि नश्यपदान्तस्य जलि इत्यनेन अनुस्वारः भवति चिन्द्योगः ते अनन्तरं करिच इत्यनेन चिन्त्योगः ते अस्ति चिन्त्योगः ते अचिन्ते जरोजरी सवर्णे इत्यनेन एकरूपं चिन्ते चिन्ते इति भवति. तदनन्तरमेव अनुस्वारसै परसवर्णे इत्यनेन नकारः भवति चिन्ते चिन्ते इति. जरोजरी न न प्रथमं लोपः तदनन्तरं नष्टपाशलि तदनन्तरं हरि च तदनन्तरम् अनुस्वारस्य पदसवर्णे तदनन्तरं चिन्द् योगः आते अस्ति चिन्द् योगः आते अत्र नश्यपदान्तस्य जलि इत्यनेन अनुस्वारः भवति तदनन्तरम् अनुस्वारस्य ई परसवर्णे इत्यनेन चिन्दाते चिन्दाते चिनद् योगः अते चिन्दते चिन्दते चिन्दते चिनद्योगस्य नश् शसोरल्लोपः इत्यनेन चिन्द्योगः चिन्द्योगस्य नच्चपदान्तस्य जलि इत्यनेन अनुस्वारः भवति तदनन्तरं करिच इत्यनेन चिन्त्से अनुस्वारस्य परसवर्णे इत्यनेन नकारः भवति चिन्त्से चिन्त्से एव. अत्र खरीच कार्यं करोति वा? आं महोदय से अस्ति. अस्तु चिन्त्से तकारः तकारः चिनद्योगः आते अत्र नश्यपदान्तस्य जलि तदनन्तरम् अनुस्वारस्य परसवर्णे इत्यनेन चिन्दाते चिन्दाते चिन्दाते एव चिन्दाते चिन्द्योगः द्वे चिन्द्योगः द्वे दकारः अस्ति अत्र वर्णमेलम् एव अस्ति नश्यपदान्तस्य जलि तदनन्तरम् अनुस्वारस्य ई परसवर्णे इति सूत्रं चिन्द्वे चिन्द्वे एव अनुस्वारस्य ई परसवर्णं तदनन्तरं किमपि कार्यमस्ति वा? चिन्द्योग दकारः अस्ति आमां जरोजरी सवर्णे इति सूत्रेण दकारः एकपक्षे दकारस्य लोप चिन् चिन्द्वे अथवा चिन्द् चिन्द्वे छिन्द्वे अथवा छिन्द्वे नाम मध्ये एकस्मिन् पक्षे मध्ये दकारः अस्ति एकस्मिन् पक्षे मध्ये दकारः नास्ति. अस्तु अग्रे छिन्द्योगः एकारः अस्ति श्वसोरल्लोपः इत्यनेन एव छिन्द्योगः ये अत्र वर्णमेलं एव चिन्दे चिन्दे चिन्द्योगः वहे अस्ति चिन्द्योगः वहे अस्ति चिन्द्वहे चिन्द्वहे चिन्द्वहे. अस्तु तर्हि किं भवति चिन्ते अथवा चिन्ते छिन्दाते छिन्दते छिन्ते छिन्दाते छिन्द्वे अथवा छिन्द्वे छिन्दे छिन्दे खलु छिन्दे छिन्द्वते छिन्व. अस्तु अग्रे रघुपतिमहोदय आत्मनेपदं लोट् ताम् आताम् ताम् इति अस्ति अपित् सर्वत्र अपित् उत्तमपुरुषं विहाय ताम् इति अत्र अङ्गमस्ति छिन्द् इति अङ्गं छिन्द् इति तत्र छिन्द् नश्चवदञ्जलि छिन्द् योग ताम् खरीचैत्येन चिन्ताम् अनन्तरं तत्र अनुस्वरसे बसवर्णित्येन चिन्ताम् अथवा जरोजरिषि वर्णितः चिन्ताम् इति तत्र रूपद्वयम्। अग्रे चिन्द् योग आतां किमपि नास्ति तत्र केवलं सन्धि अस्ति तानुस्वारस्य तत्र अनुस्वारः अनुस्वारस्य ए परस्वर्णं चिन्दाताम् इति भवति। चिन्द् योग आतां चिन्दताम् इति भवति तत्रापि केवलं सन्धि अपि वर्णनिर्णयम्। चिन्द् योगस्व इति अस्ति तत्र चिन्द् योगस्व अत्र अत्रापि नश्च पदान्तस्य जलित्रेण अनुस्वारः अनन्तरं दकारस्य खरिचित्रेण तकारः चिन्स्व इति चिन्स्व इति भवति अत्र किमपि न चिन्स्व इति भवति अनुसरते चिन्स्व इति अग्रे चिन्द् योग आताम् अत्रापि चिन्दाताम् अग्रे ध्वम् इति अस्ति चिन्द् योगध्वं चिन्ध्वम् अथवा चिन्द् चिन्ध्वम् इति अत्र रूपद्वयं जरोजरी इत्यस्य कार्यं भवति अन्यत् सामान्यकार्यमस्ति अनुस्वारः अनुसरति परस्वरम् इत्यनेन। अग्रे चिनद् योग ऐ ऐ आवहे आमहे एते पितः सन्ति अतः तत्र स्तस्व क्षम्यतां शतुरलोप इत्यस्य कार्यं नास्ति अतः चिनद् ऐ चिनदै चिनदावहे चिनदामहै इति रूपाणि वर्णमेव चिनदै चिनदावहै चिनदामहै। अस्तु अग्रे विजयमहोदय लङ् आं महोदय अत्र सर्वत्र लुङ् लङ् ऋङ्क्षु अडुदातः इत्यनेन सर्वत्र अडागमः भवति अतः तत्र अचिन्नद् इति भवति। इदानीं छेच इति सूत्रं कार्यं करोति। प्रथमं लुङ् लङ् ऋक्षु आकारः अनन्तरं किम् अनन्तरं तत्र छेच इति सूत्रं कार्यं करोति। छेच इत्यनेन तत्र तकारः भवति खलु महोदय कस्य कुत्र भवति कुत्र एकनिमिषं महोदय छेच इति सूत्रं ह्रस्वस्य तुक् आगमः भवति चकारे परे अत्र चिन्नद् इति भवति अचिन्नद् इति भवति चकारे परे अतः तत्र अनन्तरम् आद्यन्तौ टकितौ इत्यनेन पूर्वं भवति पूर्वं कस्य पूर्वम् आद्यन्तौ टकितौ तित् अस्ति अनन्तरं कित् अस्ति खलु कित् अस्ति वा कित् अस्ति वा तुक् तुक् कित् अस्ति तुक् अस्ति कित् अस्ति खलु अतः कित् अस्ति चेत् आदौ भवति अन्ते भवति आदौ भवति कित् कित् अन्ते भवति कित् अस्ति अतः कस्य अन्ते भवति अन्तिमवर्ण तुक् कित् अस्ति अतः आगमः अस्ति यस्य आगमः अस्ति तस्य तस्मात् अनन्तरं भवति खलु कस्य आगमः अस्ति चकारस्य आगमः अस्ति वा अकारस्य आगमः अस्ति वा अकारस्य कथं जानाति अत्र ह्रस्वस्वरस्य इति अस्ति खलु तर्हि किं यस्य पदस्य षष्ठीविभक्तिः अस्ति तस्य आगमः खलु अत्र षष्ठीविभक्तिः कस्य अस्ति ह्रस्वस्य ह्रस्व इति अतः ह्रस्व नाम अकारस्य आगमः भवति अकारस्य आगमः कुत्र भवति अकारस्य अन्ते यतोहि कित् अस्ति अतः आद्यन्तौ टकितौ इत्यनेन अन्ते भवति अतः किं भवति अत् छिनद् खलु इत् भवति अच्छिनद् इति भवति अनन्तरं तत्र इदानीं पूर्वं दृष्टवन्तः तादृशमेव नच्छपदान्तस्य जलि इति भवति अतः तत्र अनुस्वारः भवति अचिन्द इति भवति अचिन्द योगः तकारः तो तकारः तो परस्मैपदी नास्ति आत्मनेपदम् एकनिमिषम् ता आतमत सः आतां द्वम् ईवहिमहि आम् अत्र अचिन्द इति भवति अचिन्दयोग इदानीं तत्र तकारस्य स्थाने स्तोः चुना छुः इत्यनेन चकारः भवति तत्तु भवति अग्रे अनन्तरम् इदानीं दकारः अस्ति एतत्तु करिच इत्यनेन तकारः भवति सम्यक् सम्यक् अचिन्त इति भवति इदानीम् अनुस्वारस्य यैपरसवर्णः इत्यनेन इति अनुस्वारस्य नकारः भूत्वा अचिन्त इति भवति इदानीं तकारः द्वे स्तः अत्र जरोजरि इत्यनेन एकस्मिन् पक्षे तकारः द्वे स्तः अन्यस्मिन् पक्षे तकारः एकः एव भवति अतः रूपद्वयं भवति अचिन्त अचिन्त इति भवति अचिन्तन अच्छिन्द चकारः अपि अस्ति वक्तुं मध्ये अच्छिन् अच्छिन्त अच्छिन्त इति भवति नाम अछिन्द अछिन्त इति मा वदतु यतोहि मध्ये चकारः अपि अस्ति अच्छिन्त अच्छिन्त इति आमाम् अग्रे इदानीम् आतमस्ति आतम् तादृशमेव भवति अत्र अपि अचिन्द तत्र छेच इत्यनेन तकारः भवति अनन्तरं नश्च पदान्तस्य जलि इत्यनेन अनुस्वारः भवति अनन्तरं तकारस्य स्थाने स्तोः चुनाश्चुः इत्यनेन चकारः भवति अचिन्द इति अचिन्द इति भवति आतां योजनेन अचिन्दाताम् इति भवति अनन्तरं तत्र अनुस्वारः अस्ति तत् स्थाने अनुस्वारस्य यैपरसवर्णः इत्यनेन नकारः भवति अतः तत्र अचिन्दाताम् इति भवति खलु महोदय इदानीं स अस्ति अचिन्दत इति भवति रूपं तादृशमेव एतत् पूर्वं आसीत् तादृशमेव इदानीं ताः इति अस्ति ताः इदानीमपि चेच इत्यनेन तकारः भवति अनन्तरं नच पदान्तस्य जलि इत्यनेन अनुस्वारः भवति अच्छिन्द इति भवति अनन्तरं अचिन्द तृतीयवर्णः दकारः किमस्ति इदानीं करिच इत्यनेन प्रथमवर्णः भूत्वा अचिन्त अचिन्त इति भवति अनन्तरं ताः योजनेन अचिन्ता भवति अत्रापि तत्र अनुस्वारस्य यै परसवर्णः इति वर्गीयव्यञ्जनं तत्र किमस्ति अनुस्वारः अनुस्वारस्य स्थाने नकारः भवति अचिन्ताः इति भवति तत्रापि रूपं द्वयं भवति अचिन्ताः एकरूपम् अचिन्ताः इति प्रथमतकारस्य लोपं भूत्वा एकरूपं सो रूपं द्वयं भवति अत्र किमस्ति रूपद्वयं पुनः वदतु प्रथमम् अचिन्ताः इति भवति प्रथमतकारः योजनेन इदानीं जरो जरि सवर्णे इत्यनेन प्रथमवर्णः तकारः लोपः भवति अतः तत्र अचिन्ताः इति एकरूपम् एकं रूपम् अनन्तरं तकारस्य लोपः भवति एतत् सूत्रेण अतः अचिन्ताः इति रूपं जरोजरि इत्यनेन रूपं द्वयं भवति विकल्पेन अनन्तरं किम् अस्ति थाम् इति अस्ति थाम् आथाम् आथाम् किम् अस्ति आथाम् इति अस्ति आथाम् अत्र आतां तादृशमेव भवति खलु महोदय, चेचे अनन्तरं ञश्च पदान्तस्य जलि अनन्तरं स्तोः चुवा स्तोः चुना चुः अनन्तरं नश पदान्तस्य तादृशमेव अनुस्वारस्य ये परसवर्णः अनन्तरं तत्र किं भवति आताम् इति भवति आताम् अचिन् अचिन् दाताम् इति भवति अत्र तावदेव खलु महोदय अचिन् दाताम् इति भवति अनन्तरं द्वं योजनेन द्वं द्वम् एव आम् अचिन् अचिन् द्वम् इति भवति अनन्तरं तत्र इ भवति तत्र रूपं तादृशमेव भवति किमपि अत्र नूतनतया किमपि कार्यं नास्ति एव अतः तत्र अचिन्द् अचिन्द् भवति इ योजनेन यु इ योजनेन अचिन् अचिन्दि अचिन्दि अचिन्द् दि तावदेव खलु महोदय अचिन्दि चकारः चकारः महाप्राणचकारः अल्पप्राणचकारः अचिन्दि इति भवति अनन्तरं तत्र तादृशमेव भवति इदानीं वहि महि योजनेन अचिन्द् अचिन्द् वहि अचिन्द् महि तावदेव खलु महोदय धन्यवादः महोदय अस्तु तर्हि किमस्ति अचिन् अचिन्त अथवा अचिन्त अचिन्त अचिन्दाताम् अचिन्दत किं वदामि अचिन्त अथवा अचिन्त अच्छिन्दाताम् अच्छिन्दत अच्छिन्थाः अथवा अच्छिन् अच्छिन्थाः तकारः अस्ति नास्ति अच्छिन्दाताम् अच्छिन्ध्वम् अथवा अच्छिन्ध्वम् एकस्मिन् पदे तकारः अस्ति नास्ति अच्छिन्दि अच्छिन्द्वहि अच्छिन्द्महि अस्तु मदर् महोदय विदिलि आं महोदय अत्र सर्वे अपि तस्ति अतः अङ्गम् अचिन्द् अस्ति सर्वे तादृशमेव उक्तवन्तः चिन्दित नक्षपदान्तस्य जलि अनुस्वारस्य ए परसवर्णे इति सूत्रेण अनुस्वारः तदनन्तरम् अनुस्वारः नकारः भूत्वा चिन्दीयातां चिन्दिरन् चिन्दिताः चिन्दीयातां चिन्दित्वं चिन्दीय चिन्दिवहि चिन्दिन् अस्तु अग्रे तर्हि चिन् धातुः समाप्तः तथैव अन्य अपि दकारान्तधातवः तकारान्तधातवः करणीयाः यथा किमस्ति कुत्र गच्छति भिद् तस्य भिद् भवति विद् तस्य विद् भवति उन्दि तस्य उन्द् भवति खिद् तस्य खिद् भवति उच्छिद्दिर् उच्छिद्दिर् अत्र किं भवति उच्छिद्र सम्यक् वदतु अत्र अत्र किमपि नूतनमस्ति उच्छिद् उच्छ्रिद्दिर् अत्र इत्संज्ञकवर्णाः के के हैं इति वदन्तु कोऽपि वदतु इर् इर् अस्ति अपि च उकारः उकारः केन सूत्रेण उपदेश अनुनासिकैः उकारः अपि गच्छति अतः किम् अवशिष्यते अतः किम् अवशिष्यते चकारः सकारः केन सूत्रे न सम्यक् अस्ति इर् इत्संज्ञा अस्ति अतः तस्य लोपः भवति उ इति इत्संज्ञकवर्णः अस्ति उपदेशे अजरा अस्ति खलु तस्य लोपः भवति किमवशिष्यते चकारः छृ द परन्तु पश्यतु चकारः वस्तुतः तत्र किमर्थमस्ति उकारः अस्ति अतः छेच इति सूत्रेण उकारः ह्रस्वस्वरः अस्ति तदनन्तरं छकारः अस्ति अतः मध्ये छेच स्तोः स्थुनाश्चुः इत्येन चकारः भवति परन्तु एकवारं यदा उकारस्य लोपः भवति तदा नैमित् तत्र अस्ति तत्र निमित्तं गच्छति अत्र नैमित्तिक् अपि गच्छति तर्हि छेच तस्य निमित्तं किमस्ति उकारः उकारः गच्छति अतः चकारः अपि न तिष्ठति यद्यपि चकारः इत्संज्ञकवर्णः नास्ति परन्तु तत् न तत् न तिष्ठति यतोहि उकारस्य उकारः अस्ति अतः तदपि गच्छति अतः केवलं छ रु द छृद् छृद् एव लौकिकधातुः सर्वे आगच्छन्ति वा तथैव उत्रिदिर् उत्रिदिर्मध्ये ईर् गच्छति उकारः गच्छति त्रिदेव अवशिष्यते क्षुदिर्मध्ये क्षुदेव इति अस्ति महोदय अत्र उकारस्य का कः तत्र उद्देशः अस्ति तत्र किमर्थं तत्र उकारस्य कोऽपि कार्यम् अस्ति वा अन्यत्र तत्तु न जानामि प्रायः स्वरमध्ये किमपि अस्ति वा स्वर स्वरज्ञाने अपि किमपि भवेत् परन्तु अत्र तु न जानामि किमपि अस्ति तत्र सर्वत्र वर्णस्य किमपि कार्यम् अस्ति भवति प्रायः भवति परन्तु तस्य तथा मा भवेत् अहम् इति अहम् इति चिन्तयामि बहु तथा बहुत्र तत्र वयं न जानीमः तस्य किं प्रयोजनं नाम अस्माकं कृते तत् किमपि क्लिष्टकरं भवति अस्तु अतः उन् धातुः अस्ति उन् उन् मध्ये श्नं प्रति आगत्य उनन्द् भवति खलु उनन्द् अत्र उनन्द् भवति अतः अत्र प्रथमं कार्यं किं भवति अङ्गकार्यं नकारलोपः स्थानलोपः इत्यनेन स्थानलोपः इत्यनेन उनन्द् मध्ये दकारात् पूर्वं यः नकारः अस्ति तस्य लोपः भवति अतः अङ्गं भवति उनद् न तु उनन्द् उनदेव भवति अस्तु तर्हि इदानीं धकारान्तः धातवः सन्ति अतः धकारान्तधातवः एक अत्र किं केवलं पठामः रूपाणि अग्रे कुर्मः तर्हि अत्र कस्य केन अनन्तरं कृतः रघुपतिमहोदय पठतु महोदय धकारान्तधातवः धकारान्तधातवः द्वौ धातु रुधिर् रुद् अपि च निन्धी इति इन्ध् इति रूपम् इन्ध् इति रूपं रुधिर् रुद् इति अवशिष्टते इर् इति संज्ञा वा चेत् रुद् इति अवशिष्टते उभयपदि आवरणे अतः रुद् योगष्णम् ऋणद् इति भवति ष्णम् इत्यनेन ऋणद् इति अङ्गम् तिङ्क्तस्य निमित्तकम् अङ्गकार्यमस्ति पित्सु अङ्गकार्यं नास्ति ऋणद् योगस्ति तत्र ऋणद्धि इति भवति तत्र सन्धिः भवति जस्य वर्णः अस्ति इति कृत्वा जस्ततो दोदः इत्यनेन तत्र धि भवति सन्धिकार ऋणद्धि इति अनन्तरं ऋणद्धि अपि च ऋणधानि ऋणधानि इति अत्र पित् अजाद्य पित् अपिस्सु स्नस्वरलोपः इत्यनेन ष्णम् इत्यस्य अकारस्य लोपः तत्र ष्णम् इत्यनेन तत्र ऋणद् योगतः रुन्दः इति भवति तत्र रुन्द् क्षम्यतां रुन्द् योगतः रुन्दः रुन्दः अथवा तत्र तकारस्य लोपः एकमस्ति जरोजरि इत्यनेन रुन्दः इति रूपं द्वयम् अग्रे सन्धिकार्यं रुन्द् योगतः अस्तु जसत् अस्तु अत्र दत्तमस्ति रुन्द् योगतः जसत्ततो दोदः इत्यनेन तत्र रुन्दुयोगः दः इति भवति, तकारस्य दकारः भवति, अतः नश्चपदलेन इत्यनेन रुन्द् इति अनुस्वारः दः इति अस्ति, जलां जर्जस् इत्यनेन इदानीं तत्र रुन्देव भवति, धकारस्य धकारः भवति रुन्द् योगतः, अग्रे अनुस्वर्थे परसवर्ण इत्यनेन रुन्धः इति, जलदर्शवर्ण इत्यनेन धकारस्य लोपः, तर्हि विकल्पेन दलोपः वर्णमेरणे रुन्धः रुन्धः इति तत्र रूपं द्वयमस्ति. जषस्ततोदोदः इति जष् उत्तरस्य तकारथकारयोः स्थाने धकारदेशः भवति दा धातुं वर्जयित्वा इति, जषः ततोः दः अधः इति धा धातुं विहाय अधः इति, जष् अस्ति जष् इत्युक्ते वर्गचतुर्थः अस्ति चेत् वर्गचतुर्थ अनन्तरं तव तकारादि अथवा तकारधिपत्यः अस्ति चेत् तत्र धकारादेशः भवति इति इदं सूत्रं वदति. लङ्गी सिपि जलादशोद् इत्यनेन पदान्ते जल् जस्वं तदा जश्च इत्यनेन धातोः पदान्ते दकारस्य विकल्पेनादौ आदेशः, दकारान्तानम् इव त्रीणि रूपाणि भवति. यतोहि वस्तुतः अरुणः इति एकं इति भवति, तदनन्तरं जलां जशोन्ते इत्यनेन धकारस्य दकारः भवति अरुणत्. इदानीं प्रथमक्रमेण भवति खलु, अतः इदानीं दश्च इति तस्य भवति, इदानीं दकारः पदान्ते अपि अस्ति, धातोः अपि भागः अस्ति, धातोः दकारः पदान्ते अस्ति, अतः दश्च तस्य कार्यं भवति, नाम वस्तुतः सकारः नास्ति, सकारः अस्ति, परन्तु कलां दशवर्धने नकारः भूत्वा इदानीं अछिनद् अथवा अछिनरु, तदनन्तरम् अछिनरु तस्य अरुणद् अथवा अरुणरु, अत्र अरुणः इति भवति, अरुणः भवति अथवा अरुणद् अथवा अरुणत् इति रूपकम् महोदय. एतत् धातुविषये अत्र नूतनतया किम् अस्ति चेत् अत्र रसाभ्यां नूनः इत्यनेन दन्ते नकारस्य स्थाने मूर्धेन नकारः भवति, अनन्तरं तत्र जशस्तदोर्दोर्दः इत्यनेन सकारस्य स्थाने दकारः भवति, एतदेव नूतनतया अस्ति अस्तु. तर्हि एकवारम् अस्य धातोः रूपाणि गृहकार्यरूपेण करोतु कुर्वन्तु सर्वे, आगामिवर्गे वयं पुनः पठिष्यामः. इदानीं कस्यापि प्रश्नः अस्ति वा? नास्ति महोदय, तत्र सन्धि एव अस्ति, तत्र सुलभमस्ति, सुलभमेव अस्ति, परन्तु सन्धि तत्र उच्चारणम् अपि किञ्चित् क्लेशः अस्ति तावदेव. अस्तु, धन्यवादः, शुभरात्रिः.